अद्यतनकरपत्रमस्ति किङन्तेषु हल् सन्धिकार्येण समग्रः समग्रदृष्टिः इति. तर्हि अत्र दकारादिप्रत्यये परे सामान्यकार्यं किम् इति सुब्रह्मण्यं पठति वा? अहं वदामि वा भगिनि? हा आं महोदय. धकारादिप्रत्ययपरे सामान्यकार्यमस्ति. अत्र धकारः तु अतः अत्र जलां झषि इत्यनेन अत्र पूर्वस्थितस्य वर्णस्य वर्गस्य तृतीयसदस्यः आदेशः भवति साधारणतया सामान्यनियमः. अस्तु महोदय. अत्र दकारः कथं प्राप्नुमः, कुत्र कुत्र प्राप्नुमः इति? अत्र धकारः आत्मनेपदीनां धातोः कृते तु अत्र द्वे द्वम् अत्र लोट्लकारे अपि च लङ्लकारे ध्वम् अस्ति, अपि च लट्लकारे द्वे अस्ति. अन्यः अस्ति अत्र लोट्लकारस्य मध्यमपुरुषे यत्र सिद्धतिं प्रत्ययः हि अस्ति, तत्र हूजल्भ्यो हे धिः इत्यनेन यदि धातुः हु अथवा झलन्तधातुः अस्ति तर्हि अत्र किं भवति इत्युक्ते हि स्थाने धि आदेशः भवति. अपि च यत्र तकारः वा थकारः वा आदिप्रत्ययः अस्ति अपि च पूर्व तस्य वर्णः झष्वर्णः अस्ति, अत्र झषस्ततोर्धोदः इत्यनेन अत्र तकारस्य अपि च थकारस्य स्थाने धकारादेशः भवति. धन्यवादः महोदय. रामप्रिया भगिनी वदति वा, कवर्गे परे कार्याणि कानितवन्तः इति? कवर्गे इति किल कवर्गे कवर्ग कवर्गे परे प्रथमं कवर्गे परे इत्युक्ते दकारः प्रत्ययः दकारप्रत्ययः जष् प्रत्याहारे अस्ति, अतः ककारस्य ककारस्य स्थाने घकारादेशः भवति तृतीयसदस्यः जष् घकारः योगः दकारः इति भवति. उदाहरणार्थम् अत्र शासक् इति दत्तमस्ति, शासक् योगः दि दि एव किल. प्रथमं हि इति अस्ति, तदेव दि इति आदेशः भवति. हु जल्भ्यो हेर्दिः इति सूत्रेण शासक् योगः दि इति इदानीं तत्र धि इति दकारः जष् प्रत्याहारे अस्ति, शाषग् योगः धि जष्त्वा जष्त्वेन शाषग्धि इति रूपम्. धन्यवादः भगिनि. विद्या भगिनी अस्ति वा? खकारः महाप्राणकारः वा? आं भगिनि. ककारः योगः हि इति अस्ति, हि इति स्वीकरोमि वा? ककारः योगः हि इति अस्ति, तत्र ककारः जल् वर्णः, अतः तत्र हि स्थाने धि इति भवति. हू जल् ब्यो हेर् धिः इति सूत्रेण तर्हि ककारः योगः धि इति भवति. तदनन्तरं तत्र जलां झषि इति सूत्रेण तत्र महाप्राणककारस्य स्थाने गकारः भवति, तत्र दकारः झषि अस्ति, तर्हि गयोगः धि इति भवति. अत्र उदाहरणार्थं लेलेख योगः हि इति, हा लेलेख योगः हि सर्वप्रथमम् अङ्गकार्यं हू जल्भ्यो हेर्दिः, ककारः जल्वर्णः, लेले क्योगः धी, अनन्तरं जलां जश्चषि इत्यनेन महाप्राणककारस्य स्थाने गकारः लेलेग्धि, वस्तुतः लेलिग्धि, लेक् इति गुणकार्यं न भवति. सरि, हेमा भगिनी वदति वा अत्र गकारः अल्पप्राणगकारः? अस्तु महोदय, अल्पप्राणगकारः योगः हि, प्रथमं हुजल्भ्यो हेर्दिः इति कारणतः हि स्थाने धि आदेशः भवति, झलत अस्ति इति कृत्वा. तर्हि गकारः योगः धि इति अस्ति. इदानीं जलां जश्चषि कारणेन गकारः गकारः एव तिष्ठति, तर्हि धि इति रूपं भवति. धन्यवादः भगिनि. सुब्रह्मण्य क्षम्यतां, पुष्पभगिनी अस्ति खलु, पुष्पभगिनी वर्ति वा? महाप्राणगकारः गकारः तत्तु हि तु भगिनी, तत् सूत्रं किं? हुजल्यो ये हुजल्भ्यो हे हुजल्यो जे दे हुजल्भ्यो हे दिहे दिः हे हे दिः हेर् हे हे दिः मनसि नास्ति. तत्तु गकारस्य गकारः जलां जश्चसि आयाति, जलां जश्चसि आयाति तु अल्पप्राणगकारः आयाति. किम् उदाहरणं भगिनि? लालङ् इति महोदय, लालङ् अत्र ञकारः अस्ति, लालङ् गकारः, गकारः ञकारः तु अस्ति न, अनन्तरं धि इति, तत्तु अत्र नश्च पदान्त जलि कार्यं करोति न? आं भगिनि, नष्टपदान्तस्य जलि अनुस्वारः आयाति, तत्तु सवर्ण सवर्ण सवर्ण किं अधुना नकारः एव अस्ति, नकारः एव तिष्ठति, तस्य कार्यं त्यजतु, केवलम् अन्तिमवर्णस्य कार्यं मुख्य अंशः इत्युक्ते वर्तते. अस्तु अस्तु, अत्र लालङ्गि धि महाप्राणककारस्य महाप्राणककारस्य अल्पप्राणककारः आयाति जलां जशि इति. धन्यवादः भगिनि, न दृष्टवान्, न दृष्टवती. वक्तुं शक्नोति वा भगिनि? आं भगिनि, च वर्गस्य सामान्यस्थितिः का इति वदति वा भगिनि? च वर्गस्य सामान्यस्थितिः दकारादि प्रत्यये परे प्रथमं च वर्गीय चवर्गीयस्य चोहोकु सूत्रेण अनेन चवर्गीयस्य समानस्तरे कवर्गीयस्य वर्ण आगच्छति. तदनन्तरं जलाञ्चर्चि सूत्रेण कार्यं करोति. अस्तु भगिनि, चोहोकुः निमित्तं किम् इत्युक्ते अस्ति वा? निमित्तम् अस्ति झल् प्रत्याहारे वा पदान्ते, झलि पदान्ते परे अस्ति तु चोहोकु इत्यत्र कार्यं करोति. धन्यवादः भगिनि. उदाहरणार्थम् अत्र पाप पापच्छति उदाहरणं पापच्योग हि यदि अस्ति तत् प्रथमम् अङ्गकार्यं भवति हुट् छल् छल्भ्यो हेधि इति सूत्रेण हे स्थाने धि आगच्छति. तदनन्तरं चोहोकुः इति सूत्रेण चकारस्य स्थाने ककार आगच्छति. पापक् योग धि भवति. तदनन्तरं झलाञ्चषि इति सूत्रेण ककारस्य स्थाने ककार आगच्छति. पापक् धि इति निष्पन्नं भवति. धन्यवादः भगिनि. सुब्रह्मण्य महोदय, अत्र वावृच् योगः हि इति स्थितौ विशिष्टकार्यं किम् इति वदति? वावृच् योगः हि अत्र प्रथमं तु अत्र हुजल्भ्यो हेधि इत्यनेन हि स्थाने धि आदेशः भवति. वावृच् योगः धि इदानीमत्र व्रश्च इति अत्र यः शकारः अस्ति तत्तु मूले सकारः आसीत्, अतः स्कोः संयोगाद्योरन्ते च इत्यनेन अत्र सकारस्य लोपः, अतः वाव्रच् योगः धि. इदानीं व्रश्च भ्रश्च सृजभृज यजराजभ्राजच्छशांशः इत्यनेन अत्र चकारस्य स्थाने षकारादेशः, अतः वाव्रश् योगः धि. इदानीमत्र षकारः धकारः, अतः ष्टुनाष्टुः इत्यनेन अत्र धकारस्य स्थाने ढकारादेशः भवति. वाव्रश् योगः ढ ढि. इदानीम् अत्र ढकारः झष् वर्णः, षकारः झल् वर्णः, अतः झलां झष् झषि इत्यनेन अत्र षकारस्य स्थाने डकारः आदेशः भवति. वाव्रड् योगः ढि वाव्रड्ढि इति रूपं भवति. अस्तु महोदय, धन्यवादः. रामप्रिया भगिनी, अत्र चकारान्तानां सामान्यचकारान्तानां कार्यं किम्? सामान्यचकारान्तानाम् इत्युक्ते चोहोकुः कार्यं करोति. तुक् रहित चकारः इति स्वीकृतं चेत् तत्र चोहोकुः इति सूत्रेण चवर्गस्य स्थाने कवर्गादेशः भवति. अस्तु भगिनि, अत्र उदाहरणार्थं वावाञ्च् योगः हि पूजल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने दि आदेशः भवति. वावाञ्च् योगः दि इदानीं तत्र चोहोकुः इति सामान्यसूत्रेण चकारस्य स्थाने ककारादेशः भवति. वावाङ्ग् योगः दि इति भवति. अनन्तरं जलां झष् झषि इति सूत्रेण झष् आदेशः भवति. वावाङ्गि इति भवति. तत्रापि अनुस्वार प्रथमं नश्चापदान्तस्य जलि अन्तिमे अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य ययि परसवर्णः आगच्छति चेत् वावाङ्गि इति भवति. अन्तिमे एव किल भगिनि तत्? भगिनी, अत्र अल्पप्राणककारः न गकारः गकारः भवति. जलां झषि इत्यनेन गकारः झषादेशः इत्युक्ते गकारः. तर्हि अत्र तुक् सहितचकारः अस्ति, अनन्तरं हि इति प्रत्ययः, तर्हि सर्वप्रथमम् अङ्गकार्यं हू जल्भ्यो हेर् धिः इत्यनेन हि स्थाने धि चकारः जल् वर्णः. अनन्तरम् अत्र चवोः शूड् अनुनासिके च इति सूत्रेण इति सूत्रेण तत्र तुक्सहितचकारस्य स्थाने तालव्यषकारः अनन्तरं षकारः योगः धि इति अस्ति. इदानीं तत्र वृश्च भ्रश्च सृज मृज यज राज ब्राज चशांसः इत्यनेन मूर्धन्यषकारादेशः तत्र धि दकारः जल्वर्णः. तर्हि अत्र मूर्धन्यषकारः योगः धि इति अस्ति. इदानीं तत्र अष्टुनाष्टुः इति सूत्रेण षकारस्य प्रभावेन तत्र धकारः महाप्राणढकारः भवति. तर्हि श योगः ढि इति भवति. इदानीं जलां जश्चषि इति सूत्रेण तत्र षकारस्य जष्त्वं भवति. षकारः मूर्धन्यवर्णः तत्र टवर्गस्य मूर्धन्य टवर्गः मूर्धन्य वर्णाः सन्ति तत्र टवर्गे. तर्हि तत्र टवर्गस्य तृतीयवर्णः डकारः. तर्हि ढ योगः ढि इति भवति. उदाहरणार्थम् अत्र किम् अस्ति अत्र पाप्रच् योगः हि इति. हा पाप्रच् योगः हि तत्र तुक्सहितचकारः अस्ति. पाप्रच् योगः धि इति भवति. हुजल्भ्यो हेर्दिः अनन्तरं चोः शूडनासिके च इत्यनेन तुक्सहितचकारस्य स्थाने तालव्यषकारः पाप्रश् योगः धि. अनन्तरं वृश्च भ्रश्च सृज मृज यज राज ब्राज चशांसः इत्यनेन मूर्धन्यषकारः पाप्रश् योगः धि. अष्टुनाष्टुः इत्यनेन पाप्रश् योगः ढि. अनन्तरं जलां जश्चषि इति सूत्रेण षकारस्य स्थाने डकारः पाप्रढि. सामान्यजकारान्तानां कार्यं किम् इति हेम भगिनि. अहं वदामि वा महोदय. सामान्य गकारः वा जकारः. जकारः योगः हि हुजर्भ्यो हेर्दिः कारणेन हि स्थाने धि. तर्हि जकारः योगः धि इति अस्ति. इदानीं क्षम्यतां चोः कुः कारणेन जकारस्य स्थाने ककारादेशः ग योगः धि जलां जश्चषि भूत्वा इग्धि इति रूपं भवति. उदाहरणं किमपि अस्ति वा? उदाहरणं युज्यति प्रायः परन्तु यज् भवति चेत् विशिष्टसूत्रमस्ति. त्यज् इति त्यज् भवति वा? तर्हि त्यज् इत्यस्य यङ्लुगन्तरूपं द्रष्टव्यं खलु अत्र. युज् त्यज् इत्यस्य यङ्लुगन्तरूपमपि कृत्वा करोति वा? अस्तु प्रयत्नं करिष्यामि. त्यज् इति अस्ति. तर्हि तत्र त्यज् इति भवति. तदनन्तरं तत्र हलादिशेषकारणेन जकारः गच्छति. प्रथमं तकारः यकारः तत्र संयोगः अस्ति किल भगिनि? यकारः गच्छति तत्यज् इति भवति. तदनन्तरं किमपि विशिष्टकार्यमस्ति वा? न किल. तात्यज् इति भवति. तात्यज् योगः हि इदानीं हि स्थाने धि आदेशः हुजल्भ्यो हेर्दिः इति. तदनन्तरं चोः कुः कारणेन जकारस्य स्थाने ककारादेशः तात्यग् योगः धि इति. पुनः झलां झषि इति कारणेन तत्र गकारः एव तिष्ठति. तात्यग्धि इति भवति. इदं तु सामान्यजकारान्तविषयः अस्ति. परन्तु यदि परिगणितधातूनाम् अस्ति चेत् तर्हि भिन्नसूत्रं दृश्यते. यदि परिगणितधातुः अस्ति चेत् तत्र व्रश्च ब्रश्च सृज मृज यज राज अनेन सूत्रेण तत्र मूर्धन्यशकारादेशः भवति, तर्हि जकारस्य स्थाने शकारः भवति. इदानीं शकारः योगः घी इति स्थितिः, तर्हि शकार प्रभावेन तत्र श्लुत्वसन्धिः भवति. धी धकारस्य स्थाने डकारः आगत्य तत्र शयोगः ढी इति भवति. इदानीं झल् झलां झश्च शीकारणेन शकारस्य स्थाने अल्पप्राणडकारः भवति, तर्हि इड्ढि इति. अत्र उदाहरणार्थं राराज् इति अस्ति. राराज् वा? राराज्योगः हि हुजल्भ्योहेर्धिः कारणेन तत्र धी आगच्छति. राराजयोगः धी, राज् परिगणितधातु अस्ति इति कृत्वा विशिष्टसूत्रेण तत्र जकारस्य स्थाने मूर्धन्यशकारः आगच्छति, तर्हि राराश् योगः धी. इदानीं श्रुत्वसन्धिः भवति, अपि च धी स्थाने धी आगच्छति, तर्हि राराश् योगः ढी इति. तदनन्तरं अपदान्तजष्टो कार्यं भूत्वा शकारस्य स्थाने दकारादेशः, अतः राराढि. धन्यवादः. पुष्पा भगिनी, जकारान्त तदेव कृतं खलु, जकारान्त न महाप्राणजकारान्त न मूर्धन्यजकारान्त महाप्राण महाप्राण महाप्राण मूर्धन्य इत्युक्ते तवर्गः मूर्धन्य भवति. एतत्तु तालव्य चकार चकारः हि तु तत्तु वै डु ऐ फर्गेट् दट् सो ईज़िलि. हेदिः हेजल्भ्यो हे हेदिः तत्तु कार्यं करोति, दकार आदेशः भवति. तत्तु चकारः दकारः, जकारः तु चोहकुः कार्यं करोति. अधुना मूर् चोहकुः सत्यं चोहकुः चोहकुः कार्यं करोति. तत्तु खकारः मूर्धन्यकखारः आयाति. न भगिनि, चोहकुः खलु ककावर्गादेशः भवति, गकारः महाप्राणगकारस्य गकारः झकारः न तं झकारः कवर्गस्य कवर्गस्य घायति. तत्तु धकारः अनन्तरं जलां झषि इति जलां झषि तु अल्पप्राणगकारः आयाति. उदाहरणम् उदाहरणार्थम् अत्र महोदयेन किं दत्तमस्ति, जाजर्ज् इति अस्ति. जाजर्ज् न जाजर्ज् जाजर्ज् तत्तु जाजर्दि इति आगच्छति. उत्तमं भगिनि, धन्यवादः भगिनि. सरला भगिनी वदति वा अनन्तरं टवर्गस्य प्रथमम् अङ्गकार्यं हुजल्भ्यो हे धी इति भूत्वा हे स्थाने धी आगच्छति. टकार यदि धातोः अन्ते अस्ति तद् श्नाष्टुः इति सूत्रेण टकारस्य प्रभावेन ढकारस्य मूर्धन्य ढकार आगच्छति. तदनन्तरं झलाञ्चषि इति सूत्रेण टकारस्य स्थाने अल्पप्राण टकार तृतीयवर्ग आगच्छति. उदाहरणं अत्र लोयुट् इति दिलोलुट् योग हि हुर्झल्भ्योधेर्धि इति सूत्रेण हि स्थाने धि आगच्छति. नष्टुः स्त्री सूत्रेण धि भवति. झल् झलाञ्चषि सूत्रेण लोलुट् धि भवति. लोलुद्धि इति भवति. धन्यवादः सुब्रह्मण्य महोदय. टकारान्तनं शीघ्रं तर्हि टकारान्तानां डकारान्तनम् ठकारः अपि च डकारः द्वयोः अपि अत्र ठकारः डकारः तु अत्र परे धि अस्ति. धि इति जश् वर्णः. पूर्वं ठकारः वा डकारः वा तु झल् वर्णः. परन्तु अत्र ठकारः अस्तु भगिनि. इदानीं किं भवति अत्र प्रथमं ष्टुनाष्टुः इत्यनेन ढकारस्य स्थाने ढकारादेशः भवति. अनन्तरं झलां झष् झषि इत्यनेन टकारः वा ठकारः वा अपि च डकारः स्थाने डकारादेशः भवति. पापट्यति पापट् योगः धि. अत्र प्रथमम् अत्र धकारस्य स्थाने ढकारः पापट् योगः ढि. अनन्तरम् अत्र टकारस्य स्थाने डकारः झलाञ्झषि इत्यनेन पापड्डि इति भवति. तथा एव डकारस्य उदाहरणम् ईड् इति अस्ति. योगः द्वे इति ईड् योगः द्वे. अत्र अत्रापि पुनः प्रथमं धकारस्य स्थाने ढकारः ष्टुनाष्टुः इत्यनेन अनन्तरं झलां झष् झषि इत्यनेन डकारस्य स्थाने डकारः एव ई द्वे इति भवति भगिनि. धन्यवादः महोदय. रामप्रिया भगिनी डकारान्तरम् अस्ति वा? महाप्राणडकारान्तरम् महाप्राणडकारः योगः हि इत्युक्ते पूजल्भ्यो हेर्भिः इति सूत्रेण दि इति आदेशः प्रथमं भवति. अनन्तरं ष्टुनाष्टुः डकारः अस्ति मूर्धन्यडकारः. तस्य प्रभावेण डकारस्य स्थाने ष्टुत्वसन्धि भूत्वा डि इति आगच्छति. इदानीं डकारः डकारः अस्ति. डोडे लोपः इति सूत्रेण प्रथमडकारस्य लोपः भवति. ड्रलोपे पूर्वस्य दीर्घोणः पूर्वम् अण्वर्णः अस्ति चेत् तस्य प्रसक्तिः अस्ति. अस्तु भगिनि. अत्र डोडे लोपः अण्वर्णः के वर्णः अण्वर्णे अण्प्रत्याहारे के वर्णः अस्तु भगिनि. अत्र उदाहरणार्थं त्रिणेड् योगः धि इति अस्ति. त्रिणेड् योगः हि हूजल्भ्यो हेर्दिः इति सूत्रेण दि आदेशः भूत्वा त्रिणेड् योगः दि इति. इदानीं ष्टुनाष्टुः इति सूत्रेण त्रिणेड् योगः डि. डकारः डकारः अस्ति. डोडे लोपः इति सूत्रेण प्रथमडकारस्य लोपः. त्रिणे योगः डि. ए इति अण्वर्णः नास्ति अतः त्रिणेडि. तकारे परे तु सन्धिकार्यं तकारान्तधातूनां दकारे दकारप्रत्यये परे जलां झष् झषि इति सूत्रेण तकारस्य स्थाने दकारादेशः भवति. तृतीयसदस्यः दकारादेशः भवति. अत्र उदाहरणार्थं कृन्त् योगः धि इति अस्ति. कृन्त् योगः धि. तत्र धि इति जश् वर्णः अस्ति अतः तकारस्य स्थाने जश् आदेशः भूत्वा कृन्दि इति रूपम्. अत्र जडोजरि सवर्णे तदपि अत्र वा हल्लुत्तरस्य ओ हल्लुत्तरस्य आम् हल्लुत्तरस्य जरः विकल्पेन लोपः यदा सवर्णजरि परे इति किल आम् क्रिन्दी एकं रूपं दकारं लोपं भूत्वा क्रिन्दि क्रिन्दि इति एकम् अन्यरूपं किल धन्यवादः योगः हि दकारः तर्हि तत्र तत्र जलां जश्चषि इति सूत्रेण त्ववर्गस्य तृतीयवर्णः ध योगः द योगः ध इति भवति उदाहरणार्थं मामन्त् हि अस्तु मामन्त् योगः हि तत्र सर्वप्रथमम् अङ्गकार्यं हु जल् ब्यो हेर् दिः तकारः जल् वर्णः तर्हि हि स्थाने धि मामन्त् योगः धि अनन्तरं तत्र जलां जश्चषि इत्यनेन तवर्गस्य तृतीयवर्णः मामन्द्धि मामन्धि इति एकं रूपं तत्र विकल्पेन जरोजरि सवर्णे इति अपि कार्यं करोति तत्र नकारः हल् वर्णः अनन्तरं दकारः जल् वर्णः धकारः सवर्णे जरि परे जर् वर्णः तत्र दकारः तर्हि दकारस्य लोपः भवति मामन्धि मामन्धि मामन्धि इति रूपद्वयं दकारान्तनम् अद् इति दातु अद्योगः हि अद्योगः हि तत्रापि हु जल् ब्यो हेर् दिः इत्यनेन हि स्थाने धि अनन्तरं तत्र जलां जश्चषि इत्यनेन तत्र दकारस्य स्थाने दकारः अद्धि इति एकमेव रूपम् अद्धि तत्र हल् उत्तरस्य हल् वर्णः नास्ति हल् वर्णः नास्ति हिमभगिनी वदति वा धकारान्तनं महाप्राणधकारः आं भगिनि धकारान्तानां योगः हि इदानीं हि स्थाने धि आगच्छति तर्हि धि योगः ध योगः धि इति स्थितिः तर्हि जलां जश्चषि इति भूत्वा धकारस्य स्थाने अल्पप्राणधकारः इद्धि धि इति भवति उदाहरणं किं भगिनि उदाहरणार्थम् अत्र रुन्द् इति अस्ति रुन्द् अस्तु रुन्द् योगः हि हि स्थाने धि तर्हि रुन्द् योगः धि इति अस्ति इदानीं दकारः दकारस्य अल्पप्राणदकारः भूत्वा रुन्द् योगः धि इति भवति अत्रापि हल् उत्तरस्य दकारस्य लोपः भवति अतः रूपद्वयम् आगच्छति रुन्धि अपि च रुन्धि इति पकारान्तानां कृते पकारयोगः धकारादिप्रत्ययः अस्ति चेत् अत्र सर्वत्र पकारः आगच्छति तृतीयसदस्यः तर्हि इद्धि इति भवति चेक्षिप् योगः धि तर्हि चेक्षिप् धि पकारस्य स्थाने बकारः जलां जश्चषि अनेन धि अस्ति तत्र धि चेक्षिप् धि इति भवति धन्यवादः पुष्पभगिनी अस्ति वा अकारान्तनं बकारान्त महाप्राणपकारः तत्तु ल्योभ्यो हे हे धीः इत्यनेन हि स्थाने धि आयाति धि आदेशः पकारस्य परिवर्तनं आयाति ते तृतीयवर्ण बकारः आयाति जलां जष्टति तत्तु जोगुं योगः धि इति जोगुं धि बकारः धन्यवादः भगिनि. अनन्तरं बकारान्तनः कः स्थितिः, का स्थितिः, किं भगिनि? बकारान्तनां लालं वियोगः दि तथैव तिष्ठति. जलां दृश्यसि पुनः कार्यं करोति, पुनः बकारस्य स्थाने बकार एव तिष्ठति. जलां दृश्यसि कार्यं करोति. लालं वियोगः दि इति अस्ति रूपं. लालं लालं दि. अस्तु भगिनि, धन्यवादः भगिनि. सरला भगिनि, महाप्राणबकारः, महाप्राणबकारः अस्ति तथैव तदापि जलाञ्चषि इति सूत्रेण बकारस्य तने तृतीयसदस्य आगच्छति, बकार आगच्छति. एतत् सूत्रं कार्यं करोति. रारभ्योगः दि, रारब्धि भवति, भस्थाने बकार आगच्छति, रारब्धि भवति. धन्यवादः. अत्र शकारान्तनां, शकारान्तधातुः अस्ति, तद् व्रश्च भ्रश्च मृजराज झषाश्च इति सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति प्रथमं, तदनन्तरं श्नष्टुः इति सूत्रेण घकारस्य स्थाने मूर्धन्यघकारः आगच्छति, तदनन्तरं झलाञ्चषि सूत्रेण मूर्धन्यशकारस्य तृतीयवर्णडकारः आगच्छति. उदाहरणार्थम् अत्र नानश्योगधि इति अस्ति. नानश्योगधि अस्ति तु प्रथमं नानश् मूर्धन्यशकारः भवति, तदनन्तरं धि स्थाने धि नानद्धि, तदनन्तरं नानद्धि भवति अन्तिमं रूपं नानद्धि. धन्यवादः भगिनि. सुब्रह्मण्यशकारान्तनं षकारः धकारः, अत्र ष्टुनाष्टुः इत्यनेन धकारस्य स्थाने धकारः, पूर्वस्थितस्य षकारस्य स्थाने डकारः, जलाञ्जश्चषि इत्यनेन, अतः अत्र डकारः ढकारः द्वयोः वर्णमेलनं. सकारः तालव्यशकारः वा दन्त्यसकारस्य स्थाने अत्र धीच इत्यनेन अत्र सकारस्य लोपः भवति भगिनि. उदाहरणार्थं वावस्योगः धीति, अत्र वावस्योगः धि, अत्र धीच इत्यनेन सकारस्य लोपः भूत्वा वावधि इति भवति. रामप्रिया भगिनी, हकारान्तानां सामान्यकार्यं किम् इति वदति. हकारान्तानां सामान्यकार्यम् अस्ति कोडः इति, हकारस्य स्थाने डकारादेशः प्रथमं भवति, अनन्तरं डकारः मूर्धन्यडकारः तस्य प्रभावेण श्रुत्वसन्धि भवति, अनन्तरं डकारः डकारः अस्ति चेत् तत्र डोडे लोपः, अण्वर्णः पूर्वम् अस्ति चेत् ड्रा लोपे पूर्वस्य दीर्घोणः. अस्तु भगिनि. अत्र उदाहरणार्थं लिह् इति अस्ति. लिह् लिह् योगः हि पूजल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने दि आदेशः भवति, दि अपित् अस्ति अतः लिह् एव तिष्ठति, तत्र किमपि गुणकार्यं नास्ति न भवति. लिह् योगः दि, होडः इति सूत्रेण लिड् योगः दि इति भवति, अनन्तरं ष्टुनाष्टुः इति सूत्रेण लिड् योगः डि, डोडे लोपः इति सूत्रेण लि योगः डि, ड्रलो लि इति अण्वर्णः, ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण लीडि इति लीडि इति भवति. अस्तु भगिनि. अत्र अनन्तरं महोदयेन अत्र अस्माकं करपत्रं नास्ति इति मन्ये, किन्तु एकं सूत्रं दत्तमस्ति अत्र सङ्ग्रहभागे, अत्र सहिवहोर् ओद् अवर्णस्य इति अस्ति, पूर्वं पठितवन्तः खलु भगिनि तृतीय धातुपाठे हल्सन्ति तृतीयम् इति तत्र आसीत् इति सहि बहु वर्णस्य लुप्त डकारस्य पूर्वम् आकारः अस्ति चेत् तत्र ओत् ओकारः ओत् इति वदति वा भगिनि तर्हि उदाहरणार्थम् अत्र वावः इति वावः योगः दि हि प्रथमं हूजल्भ्यो हेर्दिः इति सूत्रेण वावः योगः दि अनन्तरं होडः इति सूत्रेण वावड् योगः दि ष्टुनाष्टुः इति सूत्रेण वावड् योगः दि डोडे लोपः इति सूत्रेण वाव योगः दि इदानीं वह् इति विशिष्टधातुः अस्ति सहिवहोर्द् वर्णस्य ओद् वर्णस्य रोद् रोद् इति अस्ति सहि वहोद् वर्णस्य इति सूत्रेण अवर्णस्य इति सूत्रेण अकारस्य स्थाने ओत् तपरतत्कालस्य इति कारणात् ओ इति आदेशः भवति आदेशः भवति इत्युक्ते वा वोडि इति भवति ओकारः एतद् अपवादसूत्रं किल ट्रलोपे पूर्वस्य दीर्घोणः इति सूत्रस्य अपवादम् अत्र ड्रलोपे पूर्वस्य दीर्घोणः अण्वर्णः आयाति चेत् एव ड्रलोपे पूर्वस्य दीर्घोणः आयाति खलु अत्र तु अकारवि दीर्घः अण्वर्णः एव किल अकारः कोऽपि लिखति भगिनि सूत्रस्य सूत्रे अत्र अस्ति अस्ति अपवादः इति वा भगिनि क्षम्यतां विद्या भगिनि अस्ति वा गकार क्षम्यतां दुः इति धातुः दादि हकारान्तधातूनां दकारादि हकारान्त दुः योगः हि तत्र पुनः हूजल्भ्यो हेर्दिः इत्यनेन हि स्थाने धि हकारः जल्वर्णः दुः इत्यस्मिन् हकारः जल्वर्णः तर्हि दुः योगः धि इति भवति तदनन्तरं तत्र होडः न होडः इति सूत्रं प्रबाद्य तत्र दादेर्धातोर्गः इति सूत्रं कार्यं करोति तत्र दकारादि हकारान्तः इति कृत्वा तत्र हकारस्य स्थाने घकारः तत्र जलीपरे अस्ति तर्हि दुग् योगः धि अनन्तरं तत्र जलां चश्चषि इत्यनेन महाप्राणगकारस्य स्थाने गकारः भवति दुग्धि अस्तु भगिनि अत्र बष्भावः अत्र न आयाति वा बष्भावः यदि द्वशब्दे परे एव अत्र धि इति दकारे परे अतः तत्र प्रसक्तिः नास्ति तस्मिन्नेव तस्मिन्नपि उदाहरणम् अत्र दिह् योगः द्वे इति अस्ति हा तिह् योगः द्वे तर्हि तत्र दिह् योगः द्वे तत्र सर्वप्रथमं होडः इति कार्यं कर्तुम् आगच्छति तत् सूत्रं प्रभाति अत्र विशिष्टसूत्रमस्ति धादेर् धातोर्गः दिग् तत्र हकारस्य स्थाने गकारः भवति धिग् योगः द्वे अनन्तरम् इत्र इदानीं तत्र एकाचो पशोपश् जषन्तस्य स्तोः इति सूत्रेण तत्र दिग् तत्र गकारः जश्वर्णः अस्ति अनन्तरं तत्र द्व इति शब्दः अस्ति इति कृत्वा तत्र निमित्तमस्ति तत्र जषन्त धातोः अवयवः जषन्तः तत्र एकाच् अपि अस्ति इकारः एकाच् अनन्तरम् आदौ बश्वर्णः दकारः अस्ति इति कृत्वा तस्य तृतीयवर्णस्य स्थाने चतुर्थवर्णः भष् बष् आदेशः भवति, तर्हि दकारस्य स्थाने महाप्राणधकारः, तर्हि धिग् धिग्योगः द्वे इति अस्ति. इदानीं तत्र जलां जश्चषि इति सूत्रेण धिग् तत्र महाप्राणगकारस्य स्थाने गकारः, तर्हि दिग् धिग्द्वे धिग्द्वे इति इति भवति. हेमा भगिनी वदति अत्र दृह् इति धातु न अस्तु भगिनि धातुः कृते यद्यपि दकारान्तः दकारादि अस्ति हकारान्तः अस्ति तत्र विशिष्टसूत्रमस्ति चतुर्णां धातूनां कृते वा दृह मुह श्नुः श्निहामिति अनेन सूत्रेण दृह् योगः धि इदानीं हकारस्य स्थाने एकस्मिन् पक्षे घकारः भवति अन्यस्मिन् पक्षे ढकारः भवति यत्र घकारः भवति तत्र दृघ् योगः धि इति स्थितिः इदानीं जश्वर्णः परि अस्ति अतः जलां स्थाने जश् भूत्वा घकारस्य अल्पप्राणघकारः भूत्वा दृग्धि इति भवति अत्र गुणकार्यं न भवति यतोहि अपित् अस्ति इति कृत्वा अपरस्मिन् पक्षे यत्र हकारस्य स्थाने ढकारः भवति तत्र दृढ् योगः धि इति अस्ति इदानीं टवर्गीयवर्णात् परे तवर्गवर्णः अस्ति इति कृत्वा ष्टुत्वसन्धिः भवति विकारः भवति धि स्थाने ढि इति भवति इदानीं दृढ् योगः धि इति स्थितिः ढकारस्य परे ढकारः अस्ति इति कृत्वा प्रथमढकारस्य लोपः भवति अतः दृढ् योगः क्षम्यता प्रथमढकारस्य लोपः भूत्वा दृढि इति भवति इदानीं अत्र उकारः अस्ति उकारः अण्वर्णः अस्ति इति कृत्वा तत्र दीर्घः भूत्वा सूत्रमस्ति ड्रलोपे दीर्घ ड्रलोपे पूर्वस्य दीर्घोणः इति कृत्वा उकारः ऊकारः भवति तर्हि द्रूढि इति रूपम् आयाति भगिनि आं भगिनि यत्र नः इति अस्ति तत्र विशिष्टधातुः अस्ति केवलं नः धातोः कृते नः योगः धि इति स्थितिः इदानीं हकारस्य स्थाने धकारादेशः भवति तर्हि नध् योगः धि इति अस्ति इदानीं जश्वसन्धि भूत्वा नध् धकारस्य स्थाने अल्पप्राणधकारः आगच्छति तर्हि नद्धि इति भवति अस्तु भगिनि धन्यवादः भगिनि तर्हि अधुना प्रायः अर्धघण्टा यावत् इतस्ततः उदाहरणानि पृच्छामि वा उत्तमं पृच्छामि चेत् पुष्पा भगिनी वर्तते वा अत्र सरलम् उत्तरं पृच्छामि अद्य इति अस्ति धातुः सकारादिप्रत्ययपरे अद्य इति दकारान्तदातुः अल्पप्राणदकारः न प्रथमं सि इति कीदृश सामान्यकार्यं किम् इति सकारादिप्रत्यये परे सामान्यकार्यमस्ति खरीच खलु खरीच यथा अस्माकं सकारादि वा तकारादि तकारादि त्रिषु नामपि खरीच इति सामान्यकार्यं भवति किन्तु धी प्रत्यय दकारादिप्रत्यये परे जलां दश्यसि इति कार्यं सामान्यकार्यम् अत्र करीच करीच तु दकारः एव तिष्ठति करीच करी खर् वर्णः इति प्रथमसदस्य खलु चतुर्सन्धिः अस्ति तृतीयदकारस्य स्थाने अस्ति तकारः अस्ति इति भवति. धन्यवादः. सरला भगिनी एतत् वदति वा अत्र तथैव अत्र तकारादिप्रत्यये परे किं भवति अद् धातुः इति? तकारादिपरे खडिच इति सूत्र कार्यं करोति. तकार खर् प्रत्याहारे आगच्छति. सो दकारस्य स्थाने तकार आगच्छति. अति भवति. धन्यवादः. प्रथमकारः लेलिक् योगः ति. अत्र प्रथमम् अत्र ति इति टिप् अस्ति, अतः पुरन्तलघुपधस्य च इत्यनेन अत्र लेलेख् योगः ति. इदानीम् अत्र तकारः खर्वर्णः, अतः खकारस्य स्थाने ककारः लेलिक् योगः ति. लेलिक् ति रामप्रिया भगिनी किञ्चित् कठिनप्रश्नः प्रायः. पञ्चयोगः किम् अस्ति? पच्योगः सा इति पच्योगः सा इति किमर्थम् इत्युक्ते ति इत्युक्ते अत्र विकरणप्रत्ययः मध्ये आयाति. तत्र पच्योगः ता इत्युक्ते चोहोकुः इति सूत्रेण ककारादेशः भवति. पक्योगः ता. इदानीं खरीच इति सूत्रेण तदेव तिष्ठति पक्ता. धन्यवादः. हेमा भगिनी वदति वा अत्र युज् इति धातोः कृते सकारादिप्रत्ययः युज् इति वा? युज् योगः ति. इदानीं युज् सि सि युज् योगः सि इति अस्ति. स्यति वा? नो चेत् अधिकरणप्रत्ययः. अस्तु, युज् योगः स्यति इति स्थितिः. तर्हि जकारः जकारान्तधातुः अस्ति इति कृत्वा साधारणसूत्रं भवति चोहोकुः. अनेन जकारस्य स्थाने गकारः आगच्छति. इदानीं युग् योगः स्यति इति स्थितिः. इदानीं युग् योगः स्यति सकारः खर्वर्णः अस्ति इति कृत्वा खरीच कृत्वा इति कृत्वा तत्र गकारस्य स्थाने ककारः आगच्छति. तर्हि युक्स्यति. तदनन्तरं प्रथमं पुगन्तलघुपदस्य इति कृत्वा तिप् अस्ति इति कृत्वा योक् इति भवति. योक्स्यति. तदनन्तरम् आदेशप्रत्ययोः भूत्वा ककारः इन्को वर्णः अस्ति इति कृत्वा योक्ष्यति. प्रथममेव खरीच अनन्तरमेव आयाति आदेशप्रत्ययोः अनन्तरं खरीच किल भगिनि अत्र किमर्थं वृषभृष इत्यस्य कार्यं नास्ति अत्र? परिगणितधातुः नास्ति किल भगिनि? यज् नास्ति, युज् इति दत्तम्. अनन्तरं विद्या भगिनी अस्ति वा? लेड् इति लेड् योगः क्षम्यतां लिह् योगः सि इति. लिह् योगः सि. तत्र सर्वप्रथमम् अङ्गकार्यं पुगन्तलघुपदस्य लिह् योगः सि किल. हा, सर्वप्रथमं सि इति सिप् सिप् पित्वमस्ति तत्र. तर्हि पुगन्तलघुपदस्य च इत्यनेन लेह् योगः सि, अनन्तरं होडः इत्यनेन तत्र हकारस्य स्थाने डकारः, लेड् योगः सि. इदानीं तत्र षडोः कः सि, षडोः कः सि इति सूत्रेण तत्र डकारस्य स्थाने ककारः सकारे परे, लेक् योगः सि. इदानीं तत्र आदेशप्रत्ययोः इत्यनेन तत्र सकारस्य षत्वं ककारः इन् इन् प्रत्याहारे अस्ति इति कृत्वा लेक् योगः षि. इदानीं तत्र करी च इति सूत्रेण तत्र ककारस्य स्थाने ककारादेशः लेक्षि. धन्यवादः. लेक्षि करीच नास्ति अत्र, षडो खरीच आगन्तुं सर्वत्र वृष्टिः पतति खलु भगिनि, तर्हि खरीच वक्तुं शक्यते अन्ते आदेशप्रत्ययोः इत्यस्य अनन्तरं खरीच निश्चयेन भवति एव, परिवर्तनं किमपि नास्ति. षडोः कः तत् वद उक्तवती भगिनि, लक्ष्मी भगिनी वदतु उक्तवती भगिनि, षडो कः इति उक्त्वा अनन्तरम् आदेशप्रत्ययोः उक्त्वा अनन्तरं खरीच इत्यपि उक्तवती. किं करोमि भगिनि, भगिन्याः कृते यज् इति धातुः ता तृच् प्रत्ययः ता इति अत्र यज् इति विशिष्टजकारान्तधातुः विशिष्टः न यज् विशिष्टः न तत्तु वृष्टभ्रष्ट तत् कार्यं करोति, शकारः आयाति, शकारः तत्तु सि शकार तकार अत्र कारस्य ऐ थिंक शकारः मूर्धन्यवर्णः अस्ति इति श्रुणाष्टु इत्यनेन शकार अल्पप्राणशकारः आयाति, न न श्रुणाष्टुः इत्यनेन तकारस्य स्थाने टकारः आयाति, परिवर्तनं करोति टकारः आयाति. क्षम्यतां भगिनि, तकारस्य आधारेण शकारः किं करोति, भूत्वा अनन्तरं मेलनं तत्तु धातुः यज् इति सरला भगिनि वदतु. आं भगिनि, अत्र तात्वङ्ग् इति अस्ति दकारः, योगः धि इति प्रत्ययः अस्ति, धातु किं गकारान्तधातुः तात्वङ्ग् तात्वङ्ग् तृतीयः अल्पप्राणगकार तात्वङ्ग् योगधि यदि अस्ति तत्र झलाञ्चषि सूत्रेण तथै तिष्ठति तात्वं धि इति भवति. अनन्तरम् इतोपि एकं करोतु अस्तु, अत्र किम् अक् इति अस्ति, क्षम्यतां तात्वं योगः ति इति स्थितौ किं भवति तात्वयोगति स्थिति, तात्वयोगति स्थिति प्रथमं खरी च कार्यं करोति, तात्वङ्क् भवति गकारस्य स्थाने, तात्वङ्क् योगति भवति तात्वङ्क्ति इति. आं भगिनि, सि इति आसीत् चेत् सकारी आसीत् सकारातीत् तद् तदनन्तरं प्रथमं घरी च भवति, तदनन्तरम् आदेशप्रत्ययो इति सूत्रं सूत्रं गवर्गी अस्ति, सि स्थाने मूर्धन्यशकार आगच्छति, तात्वङ्क्ष्यति इति भवति. आदेशप्रत्ययो घरी च. अत्र सुब्रह्मण्य महोदय, अत्र प्रच् योगः स्यति इति प्रच् अत्र चकारः खलु भगिनि? चकारे चकारः प्रच् योगः स्यति. अत्र तु तुक्सहितचकारः अस्ति, अतः छोः शूडनुनासिके च इत्यनेन अत्र तुक्सहितचकारस्य स्थाने षकारादेशः, अनन्तरं रश्च ब्रज सृजं ब्रजय जराजभ्राजच्छषां षः इत्यनेन अत्र षकारस्य स्थाने षकारः, प्रश् योगः स्यति. षडोः कः सि इत्यनेन षकारस्य स्थाने ककारः, प्रक् योगः स्यति. इदानीम् आदेशप्रत्यययोः इत्यनेन अत्र सकारस्य स्थाने षकारः, प्रक् योगः क्ष्यति. इदानीं खरीच इत्यनेन ककारस्य स्थाने ककारः एव, वर्णमेलनं भूत्वा प्रक्ष्यति. महोदय एकनिमिषः, यज् इति धातुं दृष्टवन्तः तृच् योगे, यज् योगः ता, तस्मिन् स्थितौ रश्चभ्रश्च अनेन जकारस्य स्थाने षकारः आगच्छति, अपि च ष्टुत्वसन्धि भूत्वा तकारस्य स्थाने टकारः आगच्छति, तर्हि यष्टा इति रूपं प्राप्तं किल. तत्र खर्वर्णः परे अस्ति, अपि च खरि च कारणेन षकारः जलवर्णः अस्ति इति कृत्वा तत्र मूर्धन्यटकारः किमर्थं न आगच्छति? जानीमः, परन्तु तत्र खरीच इति खलु प्रसक्तिः अस्ति किल, तत्र भूत्वा टकारः आगच्छति, यज् योगः ता यत्र कर्वर्णः परे अस्ति तत्र शर् शर् प्रत्याहारस्य वर्णः अस्ति चेत् तत्र स श स श अस्ति चेत् तत्र परिवर्तनं न भवति, परन्तु भवत्याः प्रश्नः किमर्थम् इति चेत् किमपि सूत्रं खलु प्रथमवर्णः या षकारस्य टकार न आगच्छति खर् प्रत्याहारे इति सूत्रेण तत्र न भवति, न तोषी तोषी तत्तु स्तुत्वं किल, तोषी तवर्गस्य वर्णः अनन्तरं षकारे परे अस्ति चेत् तत्र स्तुत्वं न भवति, अत्र षकारः अस्ति अनन्तरं टकारः अस्ति, अत्रापि करी च कार्यं करोति परन्तु षकारस्य स्थाने षकारः एव, तत्र टवर्गस्य प्रथमवर्णः न आयाति, प्रत्याहारे नास्ति खलु परन्तु यदा जष्ट्वं कुर्मः जष्ट्वस्य स्थाने षकारस्य अल्पप्राणडकारः भवति, परन्तु षकारस्य अल्पप्राणककारः न भवति, शर् प्रत्याहारे षकारः एव अन्तर्भूतः अस्ति, भगिनी उक्तवती शर् प्रत्याहारे शर् प्रत्याहारे षकारः अपि अन्तर्भूतः अस्ति खलु, शशसर् इति शकारः अपि अन्तर्भूतः अस्ति इति कृत्वा परिवर्तनं न आयाति. खरि च सूत्रं तु वदति जल् स्थाने चरादेशः, चर् एव अस्ति इति कृत्वा. क्षम्यताम्, अस्तु भगिनि, सहसा किञ्चित् भ्रमः अभवत्, अस्तु क्षम्यताम्. चर् इति प्रत्याहारे प्रथमवर्णः प्रथमवर्णाः अपि च अधुना रामप्रिया भगिन्याः क्रमः खलु, तत् भवत् वा? न न न मम क्रमः एव. अत्र झकारान्तधातुः थकारादिप्रत्यये परे थः इति अस्ति. धातुः अस्ति जार्जर्ज् योगः थः. जार्जर्ज् किल? आम्, जार्जर्ज् इति सृजन् रज तत्र न आगच्छति. तकारादि प्रत्ययः. किं प्रत्ययः इति? चकारान्तधातूनां कः कार्यं किं भवति इति वदति वा? तकारादि प्रत्ययपरे सामान्यकार्यं जकारादि किल भगिनि? तकार चकारान्तधातुः तकारादिप्रत्ययः इत्युक्ते चोहोकुः इति सामान्यसूत्रं. परिगणितधातुः अस्ति चेत् दश्च भ्रश्च इति सूत्रेण षत्वं भवति. अत्र जकारान्तधातुः परिगणितधातूनां मध्ये नास्ति, तर्हि चोहोकुः इति एव कार्यं करोति. किन्तु यत्र यत्र अस्माकं तृतीयसदस्य चतुर्थसदस्यः अस्ति चेत् जश् प्रत्याहारे अस्ति इति कृत्वा विशिष्टसूत्रमध्ये तद् अहं जाजर्ज् इदानीम् आगतं. जाजर्ज् इत्युक्ते जषन्तधातुः, जषस्ततोर्दोर्धः इति सूत्रेण दकारादेशः भवति तकारस्य स्थाने. जाजर्ज् योगः दकारः दः इति इदानीम्. अनन्तरं चोहोपुः इति सूत्रेण कवर्गादेशः. जाजर्ग् योगः दः. इदानीं जष्त्वं जलां जश्चषि इति सूत्रेण जष्ट्वं भूत्वा जाजर्दः. प्रथमं चोहोकुः, तदनन्तरमेव जषस्ततोर्धोदः. प्रथमं चोहोकुः, अनन्तरमेव जषस्ततोर्धोदः इति अस्ति. चोहोकुः 8-30 अस्ति. चोहोकुः भूत्वा जषस्ततोर्धोर्धः इत्युक्ते प्रथमं कवर्गादेशः, अनन्तरं तकारः तत्र प्रत्यये एव तस्य परिवर्तनम्. किन्तु यदि चोहोकुः कार्यम् अभवत् चेत् दशस्ततोर्धः इत्यस्य प्रसक्तिः एव नास्ति खलु? तथापि झकारः अपि जश् वर्णः एव. जश् वर्णः एव किल? आमामां, अस्तु, घकारः. प्रथमं समानमेव, परन्तु न भगिनि, प्रथमं पूर्वमपि भगिनी उक्तवती खलु, हेमा भगिनी पूर्वमपि गतसप्ताहे गत विस्मृतवती भगिनी. एकनिमिषं क्षम्यतां भगिनि, कस्य क्रमः प्रथमं न न चोः कुः प्रथमम् महोदय एतत् पुरातनकरपत्रमस्ति खलु पुरातनं नास्ति भगिनि इदानीम् एतत् गतवर्षद्वयात् पूर्वं वयं दृष्टवन्तः यदा एतत् करपत्रं महोदयेन न तर्हि अधुना तस्य क्रमः क्षम्यतां विद्याभगिनी अत्र सकारादिप्रत्यये परे सकारान्तधातूनां कार्यं वदति वा सकारः योगः सकारः यदि अत्र सकारप्रत्ययः कीदृशप्रत्ययः अत्र अर्धधातुकः अथवा सार्वधातुकः इति प्रथमं वयं द्रष्टव्यः यदि सार्वधातुकप्रत्ययः अस्ति चेत् तत्र तु खरीच इत्यनेन सकारस्य स्थाने सकारः तर्हि स योगः स इति भवति आर्धधातुकप्रत्ययः अस्ति चेत् तत्र स्यः स्यार्धधातुके इति सूत्रेण तत्र सकारादि आर्धधातुकप्रत्यये परे तत्र सकारस्य स्थाने तकारः भवति तर्हि तयोगः स इति भवति तयोगः स चकास् योगः सि अत्र सि सिप् इति तत्र सार्वधातुक तिङ् प्रत्ययः तर्हि तत्र तत्र तत्र खरीच इति सूत्रेण चकास् इत्यस्मिन् सकारस्य स्थाने सकारः तर्हि चकास्सि इति भवति यत्र तत्र स्यति चकास् योगः स्यति स्यति इति स्य इति अर्धधातुकप्रत्ययः तर्हि अत्र सः स्यार्धधातुके इति सूत्रेण तत्र सकारादिप्रत्यये परे तत्र चकास् सकारस्य स्थाने तकारः भवति चकात् योगः स्यति तदनन्तरं करीच इत्यनेन तकारस्य स्थाने तकारः चकात्स्यति धन्यवादः हेमा भगिनी नक्ष् धातोः नः कृते सा इति प्रत्ययः ता वा तृच् रूपं तर्हि नः धातोः विशिष्टसूत्रमस्ति नहोदः येन तत्र हकारस्य स्थाने धकारादेशः तर्हि न इदानीं जशस्ततोर्दोदः जश्वर्णः अनन्तरम् अस्ति इति कृत्वा तकारस्य स्थाने धकारादेशः भवति नध् योगः धा इति जश्वसन्धिः भूत्वा नध् धकारस्य स्थाने अल्पप्राणधकारः आगच्छति तर्हि नध् नध् योगः धा नद्धा धन्यवादः पुष्पा भगिनी नेनिज् योगः धी इति कथम् आयाति भगिनि योगः धी नेनिज् योगः धी नद्धा कथम् आयाति इति तदेव भगिनी अधुना उक्तवती खलु प्रथमं नहोदः इति सूत्रेण एकनिमिष भगिनि अहं दृष्टामि पश्यामि नः दातु ता न नद्धा अस्तु अस्तु भगिनि किं करोमि अधुना क्षम्यतां किम् आसीत् योगः दि नेनिज् जकारः तृतीय अल्पप्राणजकारः अल्पप्राणजकारः न नेनिज् नेनिज् नेनिज् योगः नेनिज् योगः तत्तु हकारस्य धकारः न अभवत् हुजल्योभ्यो हे हेदिः इत्यनेन धकारस्य हकारस्य धकारः आदेशः नेनिज् योगः धि जकारस्य चोहुकुः चोहुकुः तत्तु नेनग् योगः धि तत्तु नेनग्धि अत्र अत्र किमर्थं गुणकार्यं न भवति पुगन्तलघुभक्ति च इति अत्र दि हकारः अपि अस्ति न अस्तु नेनि अत्र जलां जष्टसि नास्ति आयाति नेनिग्धि पुनः गकारः एव तिष्ठति नेनिग्धि नेनिग्धि अत्र अनन्तरं सरला भगिनी वदति भगिनि हि परे सकारान्तधातूनां वावस्य हि इति वावट् सकारः सा दन्त्यसकारः वावस्योगहि ओके प्रथमं अङ्गकार्यं भवति हु छल्भ्यो हेधि हिकारस्य हि स्थाने धी आगच्छति तदनन्तरं वावस् इति केवलं वर्णमिलं भवति सकारधकारयोः अत्र विशिष्टसूत्रमस्ति परे अनन्तरं ओ धी च इति सूत्रेण आमां धी च इति सूत्रेण धकारपरे अस्ति त सकारस्य लोपः भवति भवति यदि सकारे परे सकारस्य यदि सार्वधातुकप्रत्ययः अस्ति चेत् मेलनम् एव भवति आर्धधातुकप्रत्ययः अस्ति चेत् सहस्यार्धधातुके इति सूत्रेण सकारः भवति किन्तु यदि धकारादिप्रत्यये परे चेत् धी चेत् सकारस्य लोपः भवति धन्यवादः तर्हि क्रमशः द्विवारं गतवन्तः तर्हि प्रायः अग्रे महोदयेन गतवाह्यः पम्पुल् इत्यस्य प्रतिपादनमपि आसीत् खलु तत् किञ्चित् पश्यामः सुब्रह्मण्यं महोदय अत्र पठति पम्पल् इति महोदय अस्ति वा क्षम्यतां भगिनि पम्फुल् योगः सि अत्र पम्फुल् षि अत्र प्रश्नः उदेति किमर्थं गुणो न स्यात् अस्य अवगमनार्थं यङ् लुगन्तधातुः पम्फुल् कथं निष्पद्यते इति बोध्यम् अत्र फल् द्वित्वं भूत्वा फल् फल् अनन्तरम् अत्र प्रथमम् अत्र हलादिशेषः इत्यनेन लकारस्य लोपः अनन्तरम् अत्र अभ्यासे चर्चा इत्यनेन फकारस्य स्थाने पकारः, अपि च अन्यत् सूत्रमस्ति प फल् अनन्तरम् अत्र पम्फल् अनन्तरं पम्फल् इति यङ्लुगन्तधातुः. अत्र चरफलोश्च इत्यनेन अभ्यासस्य नुक् आगमः, तदा उत्परस्यातः इत्यनेन अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत् आदेशः. एताभ्यां सूत्राभ्यां पम्फुल् इति यङ्लुगन्तधातुः भवति. उत् आदेशस्य तपरसामर्थ्यात् गुणो न भवति. यदि गुणः इष्यते स्म उ इत्यस्य कथनेन पर्याप्तम् आसीत्, तदा गुणः अभविष्यत्. गुणकार्यस्य निवारणार्थं तपरकरणं कृतम्. भाव्यमानोऽप्युकारः सवर्णान् न गृह्णाति इति परिभाषा. विधीयमानः यः अण्वर्णः तस्य सवर्णग्रहणं न भवति. अन्यच्च तपरशास्त्रम् अन्तरङ्गं, गुणकार्यं बहिरङ्गं, तस्मात् गुणकार्यमत्र असिद्धम्. इदानीमत्र पाम्फुल् इति यङ्लुगन्तधातुः कथं भवति इति अत्र सूत्रद्वयमस्ति, चरफलोश्च अपि च उत्परस्यापः इति. चरफलोश्च इत्यनेन अत्र फलदातोः अत्र अभ्यासस्य नुक् आगमः भवति. इत्युक्ते अत्र नकारस्य आगमः भवति. अतः अत्र पन् फल् इति भवति. अनन्तरम् अत्र नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः, अनुस्वारस्य ययि परसवर्णः इत्यनेन अत्र मकारः, अतः पं फल्. अनन्तरम् उत्परस्यातः इत्यनेन अभ्यासात् परस्य यः ह्रस्व अकारः अस्ति, इत्युक्ते अत्र अभ्यासः अस्ति अत्र. अत्र इदानीं प अस्ति, तदनन्तरं यः ह्रस्व अकारः अस्ति तत्तु प इत्यस्य परे यः अकारः अस्ति तस्य स्थाने उत् आदेशः भवति. भूत्वा अत्र पम्फुल् इति यङ्लुगन्तधातुः भवति. एताभ्यां सूत्राभ्यां पम्फुल् इति यङ्लुगन्तधातुः भवति. अत्र दत्तमस्ति उत् आदेशस्य तपरसामर्थ्यात् गुणो न भवति. इत्युक्ते अत्र यदि गुणः इष्यते स्म उ इत्यस्य कथनेन पर्याप्तम् आसीत्, तदा गुणः अभविष्यत्. इत्युक्ते यदि गुणकार्यम् अत्र इच्छामः तर्हि प्रायः अत्र उ एव आदेशः भवति, न तु उत् आदेशः भवति इति वक्तुं शक्नुमः. परन्तु अत्र गुणः न इच्छामः, अतः अत्र उत् इति आदेशः भवति इति दत्तमस्ति. अत्र तपरकरणं किमर्थं दत्तमस्ति इत्युक्ते अत्र गुणः न भवेत् इति कृत्वा. अपि च अत्र अनन्तरं भाव्यमानोऽप्युकारः सवर्णान् न गृह्णाति इति परिभाषा. विधीयमानः यः अण्वर्णः तस्य सवर्णग्रहणं न भवति. एतत्तु अहं न अवगच्छामि भगिनि. यः विधीयमानः यः अण्वर्णः, अण्वर्णः इत्युक्ते उकारः अण्वर्णः अस्ति, तस्य विधि भगिनि अनुदित् सवर्णस्य च प्रत्ययः इति पूर्वं पठितवन्तः, यत्र विद्यमानः अस्ति वा अविद्यमानः अस्ति वा तत् द्रष्टव्यम् इति. तर्हि अत्र विद्यमानः अण्वर्णः अस्ति चेत् तत्र सवर्णग्रहणं न भवति इति कृत्वा तत्र उकारस्य एव भवति, न तु दीर्घः वा तस्य अन्यग्रहणं न भवति इति. द्रष्टव्यमध्ये पश्यामि अविधीयमानः अण्वर्णः इत्युक्ते स्वरः हकारः. अनन्तरम् आदेशरूपेण आगच्छति तत् विधीयमानः अस्ति. अविधीयमानः इत्युक्ते यत्र आदेशः नास्ति इत्युक्ते स्थाने अपि भवितुमर्हति. तर्हि अण्वर्णः यदि आदेशरूपेण आगच्छति तर्हि तस्य सवर्णग्रहणं न भवति इति. अस्तु, तस्य सवर्णग्रहणं न भवति तर्हि तस्य तपरकरणस्य तर्हि आवश्यकता अस्ति वा? केवलम् उकारस्य एव भवति, न तु दीर्घ उकारस्य. अस्तु, तर्हि तपरकरणस्य आवश्यकता एव नास्ति. किमर्थं तपरकरणं कृतम् इत्युक्ते तस्य उकारस्य गुणकार्यस्य निवारणार्थम् इति एव. इति वा? अस्तु, प्रायः अग्रे चिन्तनीयं. तत् परिभाषा किञ्चित् पठनीयं, तद् वयं न जानीमः किल. धन्यवादः भगिनी. भवती यद् उक्तवती तदेव महोदय अपि उक्तवान्. हेमा भगिनी अपि च भव्या भगिनी, तत्र परिभाषासूत्र तत्र तपरकरणस्य आवश्यकता एव नास्ति. परिभाषया एव वयं ज्ञातुं शक्नुमः तत्र सवर्णग्रहणं न भवति इति. परन्तु तत्र तपरकरणं किमर्थं कृतम् इत्युक्ते तत्र गुणनिषेधः अस्ति, अतः एव कृतम्. अत्र गुणकार्यं न भवति इति विषये किमपि परिभाषा अस्ति वा? तपरकरणम् अपि गुणनिषेधः द्वयोः कृते भगिनि. हेम भगिनि, विद्या भगिनि, किमपि अस्ति वा तपरकरणम्? तपरकरणम् आदेशः यत्र कुत्रापि भवति, अत्र तु यत्र कुत्रापि आदेशः भवति, आदेशः तु अत्र यद्दत्तमस्ति तदेव भवति किल, अन्यत् न भवति एव. परन्तु अत्र तपरकरणेन गुणनिषेधः भवति इति किमपि परिभाषा अथवा व्याख्यानमस्ति वा इति? न, तथा अहं न जाने. परन्तु अत्र सपरकरणम् इत्युक्ते केवलं तस्य कालस्य एव ग्रहणं भवति इति, तदर्थं कृतम् इति तस्य सामर्थ्येन गुणकार्यं न भवति इति अहं चिन्तयामि. परन्तु तदर्थं सूत्रमस्ति वा इति न जाने. चरफलोश्च चर् पल् इत्यनयोः धातोः अभ्यासस्य नुक् आगमो भवति यङ् यङ् लुकि च. इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर् पल् इत्यनयोः उत्परस्यातः इत्यनेन अभ्यासोत्तर अतः उत्त्वं स्यात्. चरश्च पल् पल् च तयोः इतरेतरद्वन्द्वः चरपलौ तयोः चरपलोः चरोपलोः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, गुणो यङ्लुकि इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः, नुगतो अनुनासिकान्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, चरफलोः च अङ्गस्य अभ्यासस्य नुक् यङ् लुकोः. अत्र एतत् सूत्रं तु चर् पल् पल् इति धातोः कृते अस्ति. यत्र अभ्यासः भवति तत्र अभ्यासस्य नुक् आगमः भवति. इति यङ्लुकि यङ्गि यङ्लुकि च तस्य नुक् आगमः भवति अभ्यासस्य पल् इति अस्ति पल् पल् इति भवति प पल् इति भवति कुत्र नुक् आगमः नुक् इत्युक्ते अक् अक् एव वा नकारः नकारः एव अत्र पम् इति अस्ति मकारः अनन्तरं न शापदस्य अनुस्वरति धन्यवादः अभ्यासस्य नुकागमः इति कृत्वा आद्यन्तोटकितौ इत्यनेन अनन्तरम् आयाति अभ्यासस्य अनन्तरं तर्हि प प इम् इति तत्र अन्तरङ्गकार्यं बहिरङ्गकार्यं किम् इति किञ्चित् वदति वा भगिनि आम् अस्तु भगिनि अत्र चपरशास्त्रम् अन्तरङ्गं गुणकार्यं बहिरङ्गं गुणकार्यस्य निमित्तं परे अस्ति इति कृत्वा वा परे अस्ति इति कृत्वा बहिरङ्गं भवति तपरकरणं केवलम् अन्तः एव अस्ति साक्षात् तत्रैव अधिकारी एव अस्ति इति कृत्वा अन्तरङ्गं तत्र तस्य निमित्तमेव नास्ति उत्परस्यातः चर चरपल इत्यनयोः धातोः अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत् आदेशो भवति यङि यङ्लुकि च इति अस्ति सूत्रम् एतत् सूत्रं तु चरपलोश्च चरपलयोः इत्यनयोः धातोः कृते एव अस्ति तत्र अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत् आदेशो भवति यङि यङ्लुकि च तर्हि तत्र तत्र द्वित्वं कृत्वा पपल् इति अस्ति अनन्तरं नुक् आगमः भवति चरपलोश्च इत्यनेन अनन्तरं तत्र सन्धिकार्यं कृत्वा तत्र पम्पल् इति अस्ति इदानीं तत्र अभ्यासः इति पम् पम् इति अभ्यासः अस्ति अभ्यासात् परस्य ह्रस्व अकारः इत्युक्ते तत्र प महाप्राणपकारः अस्ति पकारः पकारस्य अनन्तरम् अकारः ह्रस्व अकारः अस्ति ह्रस्व अकारस्य स्थाने ऊकारादेशः भवति यङि यङ्लुकि यङि तत् अत्र यङ्लुकि तर्हि तत्र ऊकारादेशः भूत्वा पम्पुल् इति यङ्लुगन्तधातुः निष्पन्नं भवति धन्यवादः अत्र परन्तु चर् इति धातु उदाहरणत्वेन दत्तमस्ति भूत्वा चर्चर् इति भवति हलादिः शेषः कारणेन रेफस्य लोपः भूत्वा चचर् इति भवति इदानीम् अत्र चरपलोश्च इति सूत्रेण अत्र नुकागमः भवति अत्र नकारः तदनन्तरं नश्चापदार्थस्य झलि अनुकारस्य यै पुर परसवर्णः कृत्वा यकारः आगच्छति तर्हि चञ्च् इति रूपं भवति चञ्चर् इति इदानीं उत्परस्यातः इति सूत्रमपि केवलं चर् फल् इत्यनयोः धातोः कृते एव अस्ति यत्र परे स्थितस्य अभ्यासस्य अनन्तरं यत् ह्रस्व आकारः अस्ति तस्य स्थाने उकारादेशः भवति अतः चन् योगः चर् इति स्थितौ अभ्यासस्य अनन्तरं यत् यः चकारः अस्ति तत्र चु इति भवति उकारः आगत्य अतः चञ्चुर् इति यङ्लुगन्तधातुः भवति इदानीं चञ्चुर् योगः ति इति स्थितिः चञ्चुर् योगः ति पुनः हलीच इति सूत्रं वदति यदि रेफान्तवकारान्तधातुः अस्ति चेत् उपधायाम् इक् वर्णः अस्ति चेत् तस्य दीर्घः भवति अपत्यमस्ति यतोहि हलीच इति हल् वर्णः परे अस्ति इति कृत्वा अतः चु चञ्चुर् इति स्थितौ रेफः रेफान्तधातुः अस्ति अपि च हल् वर्णः परे अस्ति इति कृत्वा रेफस्य प्राक् यत् इक् वर्णः अस्ति तस्य दीर्घः भूत्वा चञ्चूर्ति इति रूपम् आगच्छति. अत्र किमर्थं दीर्घत्वं न निवारितम्? बहिरङ्गकार्यं नास्ति इति कृत्वा निमित्तं, प्रत्ययनिमित्तं किमपि नास्ति अत्र. ओर्को धातोः एव उपदा दीर्घः भवति इति कृत्वा एतदपि अन्तरङ्गं कार्यं. पुनः वदतु अत्र चञ्चूर्ति किमर्थं दीर्घत्वं न निवारितं, केन सूत्रेण दीर्घत्वं? अत्र कपरकरणेन किमर्थं दीर्घत्वं न निवारितम्? अत्र सार्वधातुकार्धधातुकयोः इति क्षम्यताम् उगन्तलघुपदस्य च इत्यस्य निमित्तम् अस्ति परे यत् प्रत्येकः आयाति तद् अस्ति इति कृत्वा बहिरङ्गम् आसीत्. किन्तु अत्रापि सपरकरणस्य किमपि निमित्तं नास्ति अत्र. किन्तु ओरुपदा दीर्घ हलीच इत्यस्य सूत्रमस्ति पुगन्तलघुपदस्य इति सपाद्याम् अस्ति वा तेन कारणेन किमर्थं निवारितं? तर्हि भवेत् एव किल. पुगन्तलघुपदस्य सूत्रस्य सूत्रसङ्ख्या का पुगन्तलघुपदस्य? 7386. तर्हि अत्र तस्य कार्यं प्रसक्तिः अस्ति किमर्थं दीर्घत्वं निवारितम्. हलि च केवलं रेफान्तवकारान्त धातु च पदे काम्यं तत्र फल अस्ति पूर्वसूत्रे पूर्वम् उदाहरणे उभयत्र सपरकरणमासीत् खलु क्षरफलोः एव अङ्गस्य अतः स्थाने उत् आदेशः अभवत्. क्षम्यताम् उत् आदेशः यङ् यङ्लुकोः एव आसीत् यङ्लुक् एव किल भगिनि चञ्चूरपि यङ्लुक् अभवत् अनन्तरं हरीच इत्यनेन कार्यं क्षम्यतां तत्रापि पुगन्तलघुपदस्य यदि पुगन्तलघुपदस्य भवति चेत् तत्र तु ओकारः आगच्छति. तर्हि किञ्चित् गृहपाठरूपेण दृष्ट्वा अत्र स्थितिः अस्ति पुगन्तलघुपदस्य तस्य प्रसक्तिः अस्ति उपधायाम् उकारः अस्ति तस्य ओकारः भवितुम् अर्हति, परन्तु अत्र हलिचकारणेन दीर्घ उकारः भवति. अत्र किमर्थं दीर्घत्वं न निवारितम् इति प्रश्नः. अस्तु भगिनि इदानीं तर्हि समय अभवत् तर्हि अत्र एकनिमिषम्. धन्यवादः.